नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति तिङ्प्रत्ययसिद्धिः द्वितीयभागः इति. तत्र अभ्यासः प्रवर्तमानः अस्ति. एतावता अस्माभिः अदन्ताङ्गानां तिङ्प्रत्ययसिद्ध्यर्थं यानि यानि सूत्राणि अपेक्षितानि तेषां बलाबलचिन्तनमपि आरब्धं गतवर्गे. तर्हि एतावता इतश्च इति सूत्रपर्यन्तम् अस्माभिः प्राप्तं गतवर्गे. ततः अग्रे अद्य गन्तुं शक्नुमः. तस्य अनन्तरं संयोगान्तस्य लोपः इति सूत्रमस्ति. इदानीं तत्र सूर्यकुमारी भगिनी वदति वा, संयोगान्तस्य लोपः इत्यस्य इति सूत्रार्थः कः, कुत्र कुत्र अस्य प्रसक्तिः इति? अस्ति वा भगिनि? भगिनि क्षम्यताम्. संयोगान्तः संयोगान्तः इत्युक्ते अन्तरः अकारण नास्ति चेत् पुनः वदतु. हलवर्णे अन्तरः अनन्त अस्ति चेत् हल्वर्णयोः मध्ये किं न स्यात्? अनन्त न हल्वर्णयोः मध्ये स्वरः नास्ति चेत् तदानीं तत्र संयोगः इति वदामः खलु. भवति संयोगान्तस्य इति सूत्रे अन्तस्य हल्वर्ण अल वर्णः लोपः भवति पदान्ते अस्ति चेत्. पदान्त अस्ति चेत् अपि तर्हि अस्य कार्यं कुत्र भवति? परस्मैपदे लोट् लकार आत्मनेपदे लोट् लकार क्षम्यतां परस्मैपदे लोट् लकार अन्त भवति तकारलोपेन अन् भवति. लोट् नास्ति, लङ् लकारः. लङ् लङ् बहुवचने लङ् प्रथमपृष्ठे बहुवचने तत्र झि इति प्रत्ययः अस्ति. झि इति प्रत्ययः अस्ति, तस्य स्थाने किं भवति? झि स्थाने अन् इकारलोपः भवति जोन्तः सूत्रेण अन्त भवति. इकारलोपः केन सूत्रेण? इतश्च. इतश्च इति सत्यं. तकार अन्त भवति तकारलोपः भवति संयोगान्तस्य. तर्हि अन्नवशिष्यते. बहु समीचीनम्, उत्तमम् उत्तमं, तथैव सत्यं. लङ्लकारे प्रथमपुरुषे बहुवचने तत्र प्रथमं झि इति मूलप्रत्ययः, इतश्च इति सूत्रेण इकारस्य लोपः, तत्पश्चात् झोन्तः इत्यनेन अन्तादेशः, इदानीम् अन्त् इति पदस्य अन्ते भवति. यदा प्रत्ययः धातुतः विधीयते तदानीं पदान्ते भवति. सुप्तिङन्तं पदम् इत्यनेन पदसंज्ञा अपि भवति इति कृत्वा तत्र तकारस्य लोपः भवति. पदान्ते विद्यमानसंयोगः नकारतकारयोः संयोगः, तर्हि संयोगस्य अन्ते तकारः अस्ति इति कृत्वा तस्य लोपः भवति. अन् इति सिद्धप्रत्ययः. अस्तु, उत्तमम्. अग्रे धन्यवादः मीना भगिनी. अग्रिमसूत्रं वदतु. झेर्जुस् आं भगिनि, मे भगिनि. एकक्षणं भगिनि. सूर्यकुमारी भगिनी वदतु, तत्र अस्य सूत्रस्य प्रसक्तिः अन्यत्र अस्ति वा? अन्यत्र नास्ति भगिनि. अन्यत्र कुत्रापि एतादृशसंयोगः नास्ति पदान्ते इति कृत्वा संयोगान्तस्य लोपः इत्यस्य कार्यम् अन्यत्र नास्ति. भवति. अस्तु, समीचीनम्. अस्तु, मीना भगिनि. हेर् जुस् इति सूत्रं लिङ्गः लस्य जेः इति सूत्रपूर्वसूत्रमस्ति. जकारस्य उस् जुस् भवति जेः जकारस्य जुस् भवति अत्र एकक्षणं जकारस्य जुस् भवति वा चकारस्य किं पठितवती भवती किं पठितवती जेः जुस् इति पठितवती खलु जेः जेः इत्यस्य विभक्तिः का जी हरि हरेः इति जी इति तत्र हरेः इत्येव जी इति प्रातिपदिकमस्ति तर्हि किमर्थं जकारस्य इति वदति क्षम्यतां भगिनि सत्यं तर्हि जी जी इत्यस्य जुस् भवति उस् भव उस् आदेशः तत्र प्रथमं या मिदिलिङ्ग् लकारे भवति भगिनि मिदिलिङ्ग् परस्मैपदे लिङ्ग् मिदिलिङ्ग् लकारे भवति तत्र यासुट् प्रथमं जी यासुट् आगमः भवति यासुट् इति आगमः तस्य आद्यन्ते इति सूत्रेण तकारः गच्छति सु इति उपदेशे अच्छा अनुनासिक इति भवति यास् इति भवति यास् जि अद तदनन्तरं लिङ्गः तदनन्तरम् अतो एः भवति अतः अतः अदन्तङ्गा सार्वधातुकस्य यासहस्थाने इयः भवति यासहस्थाने तदनन्तरं रमै चेर् जुस् यासस्ता उस् भवति इयुः भवति इयुः तदेव जेर्जस् भवति तदेव भगिनि हा समीचीनं जे तत्र झी इति प्रत्ययस्य स्थाने उस् आदेशः खलु सत्यं झी इति प्रत्ययस्य स्थाने उस् आदेशः अतः इयुस् इति भवति इयुस् इत्यत्र ससजिशोरुः करवसानयोः इति भूत्वा इयुः भवति हा समीचीनं तर्हि जेर्जुस् इति सूत्रस्य कार्यं लिङ्ग्लका विधिलिङ्ग्लकारे परस्मैपदी बहुवचने झी इति प्रत्ययस्य स्थाने कार्यं भवति आत्मनेपदी कुत्रचित् कार्यमस्ति वा आत्मनेपति यस्य रन् इति सूत्र अपवादसूत्रमस्ति तस्मात् तत्र न भवति तत्र जेर्जुस् इत्यस्य प्रसक्तिः अस्ति वा जेर्जुस् चकारस्य भवति प्रसक्तिः अस्ति प्राप्तिः नास्ति इति चिन्तयामि अपवादसूत्रं यस्य रन् इति अपवादसूत्रेण न भवति अन्य कोऽपि किं चिन्तयन्ति अपवादः खलु वदतु लक्ष्मी भगिनी आत्मनेपदधातूनां कृते तां झा इति एव भवति इत्यस्य एव जुस् भवति तत्र झा इति अतः झा तत्र जेर्जुस् इत्यस्य प्रसक्तिः एव नास्ति इति अस्ति उत्तमं तथैव अस्ति तदर्थमेव अत्र पृच्छन्ति अस्मि तत्र जेः इति किमर्थमस्ति जेः इति उक्तं खलु जेः इति उक्तत्वात् झी इति प्रत्ययस्य एव अस्य कार्यं तत्र तु आत्मनेपदी तत्र झी इति एव नास्ति खलु झ इति अस्ति अतः अस्य सूत्रस्य प्रसक्तिः एव नास्ति तत्र अपवादस्य चिन्तनमपि नास्ति तत्र आत्मनेपदी प्रत्ययानां जस्य रन् इति साक्षात् आयाति अस्तु समीचीनम् अग्रे गच्छेम इदानीं अरविन्द सम्प्रीतम् यास्तुत् परस्मैपदेषु उदात्तो निच्च इति सूत्रस्य कार्यं कुत्र यासुट् परस्मैपदेषु धातु निच्च वदति लिङ्लकारस्य परस्मैपदस्य प्रत्ययानाम् उदात्त मित् यासुट् आगमो भवति तत् विधिलिङ् लिङ्लकारस्य इति उक्तत्वा लिङ्लकार विधिलिङ्क् परस्मैपदी नवप्रत्ययान् यत्र कुत्र विधीयते तत्र सर्वतः सर्वनवरूपस्य पूर्वं यासुट् इति टित् अस्ति कृत्वा आद्यन्तौ टकितौ कृत्वा यास् इति पूर्वप्रत्ययस्य पूर्वं स्थापितं भवति समीचीनम् अस्य कार्यम् आत्मनेपदीप्रत्ययानां विषये अस्ति वा न आत्मनेपदीप्रत्ययानां ने परस्मैपति इति सूत्रमे सूत्रवे परस्मैपति इति पृथक् उक्तत्वात् आत्मनेपदि तस्य प्रवृत्तिः नास्ति समीचीनं यासुट् परस्मैपदेषु उदात्तो निच्च इति उक्तत्वात् केवलं परस्मैपदीप्रतीनां विधिलिङ्लकारे यासुट् इति आगमः भवति इत्युक्ते न केवलम् अत्र यासुट् परस्मैपदेषु उदात्तो निच्च इति सूत्रे लिङ्लकारः इति एव उक्तं खलु लिङ्लकारः अतः अस्य कार्यम् अशिलिङ्गि अपि भवितुमर्हति खलु विधिलिङ्ग् अथवा अशिलिङ्ग् उभयत्र अस्य कार्यं भवितुम् अर्हति परस्मैपदी प्रत्यानम् अस्तु समीचीनं धन्यवादः इदानीम् अग्रे विनय् महोदय वदतु अतो येयः इति सूत्रस्य कार्यम् ओके अतो येयः अतो येयः अतो येयः सूत्रम् यासुसम्बन्धे भवति इत्थं यः अर्थः कः यः अर्थः यः योग इयः अतः यासस्थाने षष्ठी इय आयाति परन्तु अहं केवलं कदा आयाति अतः यासस्थाने इय आयाति यथा परश्च परश्च परस्मै पद केवलं सम्बन्धे परस्मैपद् केवलं सम्बन्धे अत्र अहं अतो येह इदानीं स्वादिगणीयधातुः अस्ति स्वादिगणीयधातुः अस्ति तत्र विधिलिङ्गकारे यासुट् इत्यस्य इय इति आदेशः भवति वा विधिलिङ्ग् तत्र विधिलिङ्ग् केवलं विधिलिङ्गसम्बन्धे आयाति अत्र यदा विधिलिङ्ग् यासुत् सम्बन्धितः परन्तु भवती अपृच्छत् परश्च कः अहं न अवगच्छामि न न अत्र अत्र अतो येयः इति यत्र यत्र यासुत् आगमः भवति तत्र सर्वत्र असु अतो येयः इति तस्य स्थाने आयाति वा इति मम प्रश्नः अहं न स्पष्ट अफ्कोर्स् अतो येह यथा यथा यासुत् आयाति विधिलिङ्गे अतो येयः इति सूत्रस्य निमित्तं किम् अतो येह सूत्रस्य निमित्तं वदन्तात् अङ्गात् सार्धातुक अन्तर्भूत स्पष्टतया सार्धातुक विधिलिङ्ग् परन्तु अदन्त अङ्ग अङ्ग अथ अदन्त अङ्ग कः धातु अङ्ग इसि धातुः धातोः अङ्गः यदि अदन्त अस्ति तर्हि अतो येह आयाति धातोः अन्तः इति वदामः वा धातोः अन्तः अदन्तः कदा भवति विकरणप्रत्यययोजनात् अनन्तरम् अकारः भवति न यदि न यदि धातु पठ अस्ति पठ धातु परस्मैपदि तथि पठ पठ ठः लन्त योग अदन्त अस्ति धातुः अदन्तः नास्ति खलु अङ्गम् अदन्तम् अस्ति न न अङ्गम् अदन्तं धातु अदङ्कं नास्ति तर्हि एव शब् शब् कारणेन पठ भवति तर्हि किं वक्तव्यम् इति चेत् भवान् अवगच्छति भवान् अवगच्छति परन्तु कथं वक्तव्यम् इति चेत् अदन्तात् अङ्गात् अतः धातोः अङ्गम् अदन्तम् इति नास्ति तत्र विकरणप्रत्ययस्य योजनानन्तरम् अङ्गम् अदन्तम् अस्ति चेत् तदानीं यास्थाने इय इति आदेशः भवति अतः इदानीं स्वादिगणे एतादृशं भवति वा स्वादिगणे अङ्गम् अदन्तम् अस्ति वा स्वादिगणे केवलं स्वादिगणे अनदन्त अस्ति विकरणप्रत्ययः कः स्वादिगणे एक प्रश्न नूनो नु अस्ति स्नु अस्ति इति कृत्वा अनदन्तम् अस्ति खलु अनदन्तम् अतः अस्य कार्यं सर्वत्र भवति इति नास्ति केवलम् अदन्तम् अङ्गम् अस्ति चेदेव भवति तर्हि अदन्तम् अङ्गं कुत्र कुत्र भवति अदन्तङ्गं चत्वारगणः भवादि भवादि भवादि दिवादि तुदादि श्रुवा अदन्त वादि तुदादि दिवादि अनन्तरं चुरादिगणे चतुर्षु गणेषु अङ्गम् अदन्तम् अदन्तं केवलं तत्र एव अतो येयः इत्यस्य कार्यं भवति समीचीनं परस्मै आत्मनेपदी अस्य कार्यमस्ति वा आत्मनेपदी प्रत्ययानाम् आत्मनेपदी भिन्नकार्यम् आत्मनेपदी यदि वयं सीयुतसम्बन्धे वदामः तत्र सीयुत्सम्बन्धे आतोलितः अपेक्षतः आतोलितः आतोलितः केवलं सीयुत्सम्बन्धेन अपेक्षतः आतोलितः आतोलित अन्य लकारस अन्तर् सम्बन्धे अपि आयाति आतोनितः आतोनितः कारणेन ये भवति यत्र यत्र आथाम् आथाम् इत्यादि भवति तर्हि एव प्रयोजनम् अस्ति यथा अस्य कार्यम् आतोयेयः इत्यस्य कार्यं समीचीनम् आतोयेयः इत्यस्य कार्यम् आत्मनेपदी प्रत्ययानां नास्ति किमर्थं नास्ति इति चेत् आत्मनेपदी प्रत्ययानां यासुदागमः एव न भवति खलु यदा यासुदागमः न भवति तत्र न भवति यासुदागमः एव न भवति यासुदागमः अस्ति चेदेव अतोयेयः इति कार्यम् अतः अस्य कार्यम् आत्मनेपदीप्रत्ययानां नास्ति इति क्षम्यतां भगिनि भवान् अवगच्छति अहं जानामि भवान् अवगच्छति अत्र स्पष्टीकरणार्थं वदामि तावदेव चिन्ता नास्ति धन्यवादः नमस्कारः इदानीम् अत्र शुभा भगिनी अग्रे लोपो व्योर्वलि आं भगिनि लोपो व्योर्वलि इति सूत्रं वदति वल् प्रत्याहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपो भवति तर्हि तत्र निमित्तं परवर्णः वल् प्रत्याहारस्थवर्णः भवेत् इति अपि च पूर्वं वकारयकारयोः तत्र एतत् सूत्रम् अतो येयः अनन्तरम् आगच्छति अपि च तत्र यत्र यासुट् इति आगमः भवति तत्र यास् इत्यस्य इय इति आदेशः भूत्वा तत्र यकारः भवति यस्य लोपं करणीयम् अतो येयः अनन्तरम् इय योगः ताम् इति तिष्ठति तत्र कुत्र विधिलिङ्गि तस् इति प्रथमपुरुषे वृत्ति द्विवचने तत्र ईयोगः ता इति स्थित्वात् तकारः वल्प्रत्ययार्थवर्णः इति कृत्वा लोपो व्योर्वलि इत्यनेन यकारस्य लोपः तत्र इता तस् इत्यस्य इताम् इति भवति तत्र इयतां न भवेत् इति कृत्वा यकारस्य लोपः अपि च इताम् इति अन्तिमरूपं भवति तत्र इता प्रथमम् इता भवति अनन्तरं हा लोपो व्योर्वलि इत्यस्य तु तदेव कार्यं तत्र भगिनि इय सत्यम् अतो येयः इत्यनेन इय इति भवति इययोगः तां तत्र यकारस्य लोपः लोपो व्योर्वलि इत्यनेन खलु अपि च अन्यत्र अन्यत्रापि तस्य कार्यम् अस्ति लोपो व्योर्वलि इति परस्मैपदेषु लटि तत्र पित आत्मनेपदानां तेरे इति सूत्रस्य प्रसक्तिः अस्ति कुत्र इत्युक्ते आताम् इत्यस्य इते इति भवनीयं तत्र आताम् इत्यस्य तित आत्मनेपदानां तेरे इत्यनेन अन्तिम आम् इत्यस्य ए इति भवति आते हा आते इति भवति आते इति भूत्वा तत्र आतो णितः इति सूत्रेण तत्र सूत्रेण आत् इति अस्ति इति कृत्वा इय इति आदेशः भवति इय इति आ इत्यस्य इयते भवति अनन्तरं तत्रापि यकारस्य लोपः इष्टं तत्र लोपो व्योर्वलि इत्यनेन पुनः परवर्णः वल् प्रत्याहारस्थ वर्णः अस्ति इति कृत्वा लोपः भूत्वा इते इति भवति अपि च लोटि आत्मनेपदे लोटि तत्रापि समानकार्यं तित्सु द्वे अपि टित् लकाराः लकारौ सन्ति स्तः इति कृत्वा तत्र टित आत्मनेपदानां तेरे आगच्छति आताम् इत्यस्य तत्र बहुत्र भवति भगिनी लोपो व्योर्वलि इति लटि इत्यस्य आथाम् इत्यस्य कृते अपि भवति लोटि इत्यस्मिन् आताम् इत्यस्य कृते आथाम् इत्यस्य कृते तत्रापि समानकार्यं तित् लकारौ इति कृत्वा तत्रापि यकारस्य लोपः भवति एतेन सूत्रेण किमर्थं चेत् तत्रापि टितात्मने पदानां तेरे अनन्तरम् आतो णितः एव आगच्छति यकारः इ इति आदेशः भवति तत्र तस्य यकारस्य लोपार्थं लोपो व्योर्वलि इत्यनेन यकारस्य लोपः तत्र ईथाम् इति भवति अपि च लोपो व्योर्वलि परस्मैपदी विधिलिङ्गि इति तु उक्तम् आत्मनेपदी विधिलिङ्ग् इत्यत्र तत्र न आगच्छति तत्र सियुट् इत्यस्य इ इत्यस्य इ इति तिष्ठति तत्रापि आगच्छति इ इति तत्रापि यकारस्य लोपः न तत्र यकारः अस्तु तत्र एकत्र दृश्यते इति मन्ये झा इत्यस्य तत्र रन् इति आदेशः भवति झस्य रन् इत्यनेन सियुट् इति विधिलिङ्ग् आत्मनेपदी एकवचने एकवचने क्षमतां तत्र एकवचने ता इत्यस्य इता इति सिद्धरूपं तत्र इय इति एव आदेशः भवति सियुट् सर्वत्र भवति सियुट् इत्यनेन इय इति आदेशः इयत् इति प्रथमं भवति तत्रापि लोपो व्योर्वलि इत्यनेन यकारस्य लोपः ईत् इति भवति तत्रापि ता इति परवर्णः वल् प्रत्याहारस्थवर्णः इति समीचीनं तर्हि आहत्य आत्मनेपदी तत्र द्विवच प्रथमपुरुषे द्विवचने अनन्तरं मध्यमपुरुषे द्विवचने, अनन्तरं लोटि प्रथमपुरुषे द्विवचने, मध्यमपुरुषे द्विवचने, लङ्गि प्रथमपुरुष एकवच द्विवचने, मध्यमपुरुष द्विवचने, अनन्तरं विधिलिङ्गि प्रथमपुरुषे एकवचने, मध्यमपुरुषे एकवचने, अनन्तरं मध्यमपुरुषे बहुवचने, खलु? अनन्तरं उत्तमपुरुषे द्विवचने बहुवचने, सर्वत्र बहुत्र कार्यं भवति, बहुत्र कार्यं भवति. परस्मैपदी तु तस्य कार्यं विधिलिङ्ग्लकारे, विधिलिङ्ग्लकारे प्रथमपुरुष एकवचने, प्रथमपुरुषे द्विवचने, मध्यमपुरुषे एकवचने, द्विवचने बहुवचने, अनन्तरम् उत्तमपुरुषे द्विवचने बहुवचने, सर्वत्र कार्यं भवति. अत्र केवलं स्पष्टीकरणार्थं विधिलिङ्ग्लकारे आतोनितः इति सूत्रस्य कार्यमस्ति वा? आम्, आतोणितः इति, एकक्षणं भगिनि, आतोणितः सूत्रं किं वदति इत्युक्ते, अदन्तात् अङ्गात् परस्य सार्वधातुक णित् प्रत्ययस्य आकारस्य स्थाने इ आदेशः. अदन्तात् अङ्गात्, तर्हि तत्र अदन्त अङ्गमस्ति चेदेव आगच्छति आतोणितः इति. सार्वधातुक णित् प्रत्ययेषु प्रश्नः कः भगिनि, पुनः वदतु. न, आतोनितः इति सूत्रस्य कार्यम् अस्माभिः दृष्टं. लटि आत्मनेपदी लटि प्रथमपुरुषे द्विवचने, मध्यमपुरुषे द्विवचने, एवमेव लोटि अपि प्रथमपुरुषे द्विवचने, मध्यमपुरुषे द्विवचने, लङ्गि अपि एवमेव दृष्टं प्रथमपुरुषे द्विवचने, मध्यमपुरुषे द्विवचने. परन्तु विधिलिङ्गि आतोनितः इत्यस्य कार्यम् अस्ति वा नास्ति वा? आतोनितः इत्यस्य कार्यं तत्र आतोणितः इत्यनेन आ इत्यस्य इ इति भवति. तत्र नास्ति, तत्र सियुट् इत्यनेन इ इति तिष्ठति तत्र. इ इति रूपस्य कृते आतोणितः इति कार्यं करोति किल, इ इत्यस्य आदेशस्य कृते. तत्र सियुट् इत्यनेन आत्मनेपदी प्रत्ययेषु इ इति साधितम् इति मन्ये भगिनि? हा, सत्यम्. इत्युक्ते तत्र सियुट् इति आगमः आयाति इति कृत्वा तत्र अस्माकम् आतोनितः इति सूत्रस्य निमित्तं पश्यामः चेत् अदन्तात् अङ्गात् परस्य सारधातुकनित्प्रत्ययस्य अकारस्य स्थाने इय आदेशः इति उक्तम्. इदानीम् अदन्तात् अङ्गात् परस्य साक्षात् आकारः अस्ति वा? अदन्त अङ्गस्य अनन्तरम् आकारः अस्ति वा अत्र? अदन्त अङ्गस्य अनन्तरम् आकारः तत्र विकरणप्रत्ययः. अदन्त इत्युक्ते विकरणप्रत्ययस्य आकारः. अनन्तरं किम् आयाति तत्र? किञ्चित् भ्रमः जातं तत्र भगिनि. हा हा, नास्ति चिन्ता. तत्र तत्र कः वदति? तत्र पमेला भगिनी वदति वा? आं भगिनि, तत्र स्यूट् इति आगच्छति खलु मध्ये, तर्हि ईकारः अस्ति, अदन्त अङ्गात् व्यवधानम् अस्ति, साक्षात् अनन्तरम् आकारः नास्ति इति कृत्वा. हा, समीचीनं. हा, शुभभगिनी पश्यति खलु, भवती जानाति एव, अदन्ताङ्गात् अनन्तरम् इदानीं सियुट् आगमः आगतः खलु. सियुट् आगमः आगतः इति कृत्वा तत्र इदानीम् इय इति मध्ये अस्ति, वस्तुतः सीय इति मध्ये अस्ति, अतः अदन्तात् अङ्गात् साक्षात् अनन्तरं तत्र आकारः नास्ति, प्रत्ययस्य आकारः नास्ति. अतः अतः एव केवलं लटि लोटि लङ्गि एव आतोनितः इत्यस्य कार्यं, विधिलिङ्गि नास्ति. अवगतं खलु? अवगतम्. अस्तु, समीचीनं. तर्हि इदानीम् अग्रे गच्छेम. अग्रे उषाभगिनी अग्रिमं करोति वा? अचोन्त्यादि न पितात्मने पदानां टेरे. आं भगिनि, टित् आत्मनेपदानां टेरे टित् लकारस्य टितः लकारस्य स्थाने आत्मनेपदीप्रत्ययानां ते भागस्य एकार आदेशः भवति इति सूत्रं वदति. आत्मनेपदेषु टित् लकारः आत्मनेपदेषु टित् लकारः लट् स्थाने अपि च लोट् स्थाने तत्सूत्रं कार्यं करोति. टित आत्मनेपदानां टेरे इत्यस्य टेः इति टेः इति षष्ठी टीस् टेः ठ इति भागस्य ये आदेशः भवति इति वदति. आत्मनेपदेषु लट्लकारस्थाने सर्वासु स्थाने सूत्रं कार्यं करोति. थ इति प्रथमपुरुष एकवचनप्रत्यये अ इति टी स्था टी भवति अचोन्त्याति टि इति सूत्रेण टी भागस्य तत्सूत्रं किं वदति अचोन्त्याति टि अचोन्त्याति टि इति शब्दे अन्तिम अच् अन्तिम अच् तदादि शब्दरूपं यत् भागम् अस्ति तत् भागं टी संज्ञा इति भवति. त इति प्रत्यये टी भागः तकार उत्तरवर्तीय अकारः भवति. तकार उत्तरवर्तीय अकारः टी स्थाने ए भवति. त इति प्रत्ययः ते भवति. आत्ताम् इति प्रत्ययः टी भागः आम् भवति. तकार उत्तरवर्तीय आकारः आम् कुत्र अस्ति आम् तकार उत्तरवर्तीय आ अस्तु आ तदन् तदादि अन्तिम मकारशब्दः. सो टी भागः आम् अस्ति. आम् इति स्थाने ए भवति. आताम् इति आते भवति. समीचीनम्. आथाम् इति टी भागः पुनर् आम् भवति. तत्स्थाने ये भवति आथे भवति. द्वं स्थाने टी भागः अम् भवति द्वे भवति. एकक्षणम् एकक्षणम् इत्युक्ते इत्युक्ते तत्र लटि सर्वत्र भवति खलु आम् भवति. तर्हि अत्र टितात्मने पदानां टेरे इति तत्र कार्यं कथं भवति इति वयम् अवगच्छामः. कुत्र कुत्र भवति लटि सर्वत्र भवति लोटि सर्वत्र भवति वा लोटि लोटि आम् त इति ते भवति आते अन्ते आते आम् भगिनि सर्वत्र भवति भगिनि. इदानीं लट्टि सर्वत्र भवति इति उक्तं तर्हि सर्वत्र भवति वा इति प्रश्ने सति तत्र एकस्मिन् स्थले न भवति खलु. सर्वत्र भवति भगिनि सर्वत्र भवति वा. इदानीं तत्र मध्यमपुरुषे एकवचने प्रत्ययः कः लोटि भगिनि लटि लटि लटि मध्यमपुरुष एकवचनं ओ तास् भवति. मूलप्रत्ययः तास् भवति. ओ तासः से इति सूत्रेण तास् इति स्थाने से आदेशः भवति. इट् डसन् बिकम् तासे आस् आम् भगिनि आम् हि एकस्मिन् स्थले न भवति सर्व अन्यत्र सर्वत्र भवति भवति. समीचीनम्. इदानीं लोटि कथमस्ति लोटि लोटि त इति टित आत्मनेपदानां टेरे ते ते अन्देन् अस्य ताम् इति ओ आमेतः आमेतः इति सूत्रेण ते इति तां भवति. प्रथमपुरुष द्विवचनं आताम् इति आते भवति. आमेतः आमेतः कार्यं करोति आतां भवति. ताम् इताम् अन्ताम् आतोङितः आतोङितः इति सूत्रेण ई इकार यकारः भवति आस्थाने आस्थाने इदानीं भगिनी अत्र प्रक्रिया मास्तु इदानीं केवलं वदतु टितात्मने पदानां टेरे इत्यस्य कार्यं लोटि कुत्र कुत्र भवति इत्युक्ते प्रक्रिया मास्तु इदानीं केवलं कुत्र भवति प्रथमपुरुषाय बहुवचनं प्रथमपुरुष एकवचनं द्विवचनं बहुवचनं मध्यमपुरुषे मध्यमपुरुष द्विवचनं एकवचने तास् स्थाने तासहसे एकवचने न भवति सूत्रस्य कार्यं न भवति सूत्रस्य कार्यं मध्यमपुरुषे द्विवचनं बहुवचनमपि न भवति किमर्थं भवति भवति भवति भगिनि द्वं द्वे भवति देन् सभाभ्यां ओके देन् उत्तमपुरुषे एकवचनं द्विवचनं बहुवचनं सर्वत्र भवति केवलं मध्यमपुरुषे केवलं मध्यमपुरुषे एकवचने खलु आं भगिनि आम् अन्यत्र कुत्र भवति लङ्गी विधिलिङ्गि लङ्गि विधिलिङ्गि कार्यं न करोति भगिनि तित् आत्मनेपदानां तित् लकारः एव कार्यं करोति समीचीनं समीचीनम् अस्तु धन्यवादः धन्यवादः अस्तु समीचीनं तर्हि ततः ततः अग्रे आतोनितः इति सूत्रमपि उक्तमेव तत्र विजयलक्ष्मीभगिनी किञ्चित् वदतु आतोनितः तासहसे विजयलक्ष्मीभगिनी नास्ति वा भगिनि विजयलक्ष्मीभगिनी अस्तु तर्हि उमा भगिनी वदति वा आतो नितः आत्मनेपदे लट्लकारे द्विवचने आतो नितः च लोपो योर्वलि अपि कार्यं करोति अत्र आतां सा आतां झ मूलप्रत्ययाः अत्र आताम् इति इतः स्थाने इकारः आगच्छति अत्र इ आगच्छति य लोपः भवति लोपो योर्वलि इत्यस्य सूत्रेण समीचीनम् तर्हि अत्र सूत्रस्य कार्यम् अस्ति अदन्त अङ्गात् सारधातुकनित्प्रत्ययस्य आकारस्य स्थाने इय इति आदेशः तर्हि भवति इदानीं प्रथमपुरुषे द्विवचने उक्तम् अस्य सूत्रस्य कार्यम् अन्यत्र कुत्र अस्ति इति केवलं कुत्र अस्ति इति वदतु प्रक्रिया मास्तु कुत्र चिन्तनीयम् अस्य कार्यं कुत्र भवति इति चिन्तनीयम् अत्र निमित्तं किं पश्यामः आत्मवितः न न अत्र अस्य सूत्रस्य कार्यार्थं वयं किं पश्यामः एकमस्ति अदन्तम् अङ्गम् इति पश्यामः अन्यत् किं पश्यामः नास्ति चिन्ता अत्र लोपो योगलि इति सूत्रेण यकारलोपः अपि भवति न न एकक्षणं भगिनि आतोनितः इति सूत्रस्य कार्यार्थम् अदन्तमङ्गम् इति एकम् अपेक्षितम् अन्यत् किम् अपेक्षितम् अत्र कार्यं किम् अस्ति आतोनितः इत्यस्य कार्यं किम् अस्ति इकारः आगच्छति कस्य स्थाने आस्थाने तर्हि आ इति अपेक्षितं खलु आकारः अपेक्षितं लोट्लकारे आकारः कुत्र कुत्र अस्ति आकारः आत्मनेपदी आता आते लट्लकारः अपि अत्र मूलप्रत्यये अत्र मूलप्रत्यये त आतां झ तास् आथां तर्हि आ इति आ इति कुत्र कुत्र अस्ति कुत्र कुत्र अस्ति आथाम् आतां लट्लकारे मध्यं पुरुषे एकवचने अण्डन् द्विवचने लट्लकारे प्रथमपुरुषे द्विवचने आतां इत्यस्ति द्विवचने एवमेव लोटि लङ्गि लोटि लोट् स्थाने आता प्रथमपुरुषे द्विवचने मध्यमपुरुषे द्विवचने देन् लङ्लकारे तत्रापि प्रथमपुरुषे द्विवचने मध्यमपुरुषे द्विवचने लोटि आवहै आमहै इत्यत्र भवती इदानीं वक्तुमिच्छति आवहै आमहै इत्यत्रापि आकारः अस्ति खलु किमर्थम् अत्र तत्र भवति वा इति भवत्याः मनसि प्रश्नः सत्यमेव वदतु भवती एव वदतु तत्र भवती वा न वा आ अस्ति खलु तत्र भवति खलु आ अस्ति खलु तर्हि भवति वा भवति तर्हि भवति चेत् तत्र ईव ईवहे इति भवेत् खलु अन्तिमसिद्धप्रत्ययः तर्हि न भवति इति वयम् अवगन्तुं शक्नुमः यतोहि सिद्धप्रत्ययः ईवहे इति नास्ति खलु न भवति इति अवगच्छामः किमर्थं न भवति आ अस्ति खलु अस्ति तत्र परिवर्तनं नास्ति हा किमर्थं नास्ति सूत्र किम् उक्तमस्ति येन तत्र कार्यं न स्यात् सूत्रम् आतोनितः नकारः नास्ति अत्र तकारः इव किम् सूत्र सूत्रार्थः कः अदन्त अङ्गात् परस्य आकारस्य स्थाने इकारः आगच्छति नास्ति ततः पूर्वम् इतोपि महत्त्वपूर्णविषयः अस्ति सार्वधातुक नित् प्रत्ययस्य इति उक्तम् सारधातुकनित् प्रत्ययस्य आकारस्य स्थाने इ आदेशः भवति इति उक्तम् अत्र सारधातुकनित् प्रत्ययः अस्ति वा आवहै नास्ति किमर्थं नास्ति आकारः एव तिष्ठति लोट् न न लोट् नित् नास्ति इति नास्ति अत्र प्रत्ययः नित् अस्ति खलु मूलप्रत्ययः नित् अस्ति खलु मूलप्रत्ययः कः वहि इति प्रत्ययः वहि इति प्रत्ययः नीत्वा पित्वा अत्र वहि इति प्रत्ययः नित् अस्ति वा पित् अस्ति वा इट् इस् नीट् ओन्लि किं किमर्थं नित् नास्ति मीनाभगिनी एकक्षणं मा वदतु अत्र वही इति प्रत्ययः नित् अस्ति किमर्थं नित् अस्ति अत्र गुणं नास्ति पित्तस्य चित् गुणः आगच्छति न न गुणः नास्ति इति कृत्वा नित् इति नास्ति खलु नित् अस्ति इति किमर्थं वदामः यतोहि तत्र प्रत्यये पकारः नास्ति खलु प्रत्यये पकारः अस्ति चेत् पित् इति वदामः प्रत्यये पकारः नास्ति चेत् नित्वत् इति वदामः खलु तर्हि तत्र मूलप्रत्ययः वहि इति प्रत्ययः नित् अस्ति चेत् किमर्थं तत्र लोट् लकारे न भवति नित् अस्ति खलु प्रत्ययः मूलप्रत्ययः नित् अस्ति खलु तर्हि किमर्थं न भवति अस्तु इदानीं मीना भगिनी वदतु आड् उत्तमस्य पित् चेत् सूत्रेण पित्वम् आरोपितं तत्र इति कृत्वा तत्र इदानीं यद्यपि मूलप्रत्ययः नित् अस्ति तत्र पकारः इत् नास्ति तथापि तत्र आडुत्तमस्य पिच इत्यनेन पित्वम् अध्यारोपितम् इति कृत्वा इदानीं प्रत्ययः पित् अस्ति इति कृत्वा न नास्ति चिन्ता भवती अवगच्छतु इदानीं सार्वधातुक नित् प्रत्ययः नास्ति इति कृत्वा आतोनितः इत्यस्य कार्यं न भवति यद्यपि आकारः दृश्यते उभयत्र आवहै आमहै उभयत्र आकारः अस्ति तथापि इति कृत्वा तत्र पित्वम् अध्यारोपितम् अस्तु तर्हि अग्रे गच्छामः धन्यवादः अग्रे तासहसे इदानीं तत्र विजयलक्ष्मी भगिनी तासहसे आमेकः इति वदतु भगिनी तासहसे आत्मने पदानां विषये एव तत्र लट्लकारे थास् इति मूलप्रत्ययः तस्य से इति भवति मन्दसे इति थासः से इति सूत्रेण अनन्तरं अदन्ताङ्गानां लोट् परस्मैपदी प्रसक्तिः अस्ति वा तासहसे न न न न एतत् थास् तु केवलम् आत्मने पति समीचीनं लटि कार्यमस्ति लोटि अस्ति वा प्रायः तदेव बहवः रूपाणि सन्ति खलु थासहसे लोट् लकारे स्व इति भवति वन्दस्व तत्रापि थासहसे अनन्तरं किमपि अस्ति खलु वामौ सवाभ्यां वामौ समीचीनं तत्रापि थासहसे भवति अनन्तरं थाः लङ्लकारे मन्दथाः तत्र थासः किमपि न भवति थास् ऋत्वम् अनन्तरं विसर्जनीयस्य अनन्तरं तत्र न भवति अत्र किमर्थं न भवति मूलरूपं थाः इति एव थास् इति अनन्तरं अस्माकं लोके प्रयुक्तः अपि थाः इति एव अस्ति खलु तासः लोके प्रयुक्तः तत्सर्वं समीचीनं तासः से से इति सूत्रस्य कार्यं किमर्थम् अत्र नास्ति लङ्गि से इति न आवश्यकम् किन्तु सूत्रस्य प्रसक्तिः अस्ति वा नास्ति वा इति वदतु सूत्रस्य प्रसक्तिः भवितुमर्हति थासः से इति अनुवृत्तिसहितसूत्रं किम् अस्ति तदेव अहम् इदानीं मनसि न आयाति थासः पितः लस्य तासः से लस्य पितः लस्य तासः से पितः लस्य थासः से अत्र लङ् इति अस्ति खलु अत्र न भवति टित् नास्ति टित् नास्ति इति कृत्वा न भवति विधिलिङ्गि अपि न भवति तत्रापि टित् नास्ति तत्र थासः स्यूट् किमपि भवति तत्र न भवति न भवति अग्रिमसूत्रम् आमेतः आमेतः आमेतः एतदपि आत्मनेपदानां विषये एव कुत्र आयाति मनसि किमपि न ब्लाङ्क् भवति भगिनि तत्र ताम् त इत्यस्य तां भवति वन्दतां लोट्लकारे तत्र स्थित आत्मनेपदानां टेरे इति ते भवति अनन्तरम् आम् एतः इति एकारस्य आं भवति ताम् इति भवति एतत् कस्मिन् लोट्लकारे अनन्तरं लोट्लकारे आताम् इत्यस्य किं भवति तत्रापि आते इतां हा तत्रापि आमेतः बहुवचने बहुवचने अपि अन्ताम् इति तत्रापि आम् आयति आमेषः मध्यमपुरुषे थासहसे तत्र न आयति अनन्तरं द्विवचने अथाम् इथां वन्देथां तत्र भवति वन्देथां बहुवचने ध्वं न तत्र न भवति तत्र बाधितमस्ति खलु तत्र बाधितमस्ति केन सूत्रेण तत्र वामौ वा सवाभ्यां वामौ वामौ वामौ अनन्तरं बहुवचने उत्तमपुरुषे उत्तमपुरुषे ए इत्येव भवति वन्दे वन्दावहै वन्दामहै तत्र आमेतः आमेतः आमेतः नास्ति न नास्ति किमर्थं नास्ति केन सूत्रेण बाधितम् एत ए हा एत ए इति प्रथमपुरुषे इति उत्तमपुरुषे एकवचने द्विवचने इदानीं भगिनी सेङ्ग् पिच्च आड् उत्तमस्य पिच्च आरुत्तमस्य पिच्छ इति अस्ति परन्तु तत्र तत्रापि एत ऐ इति सूत्रेण एत ऐ एत ऐ तत्रापि आगच्छति आमहै तत्रापि एत ऐ समीचीनं परन्तु उत्तमपुरुष एकवचने ऐ इत्येव अस्ति इति कृत्वा एत ऐ इत्यस्य कार्यं न दृश्यते तदेव किमर्थं न दृश्यते मूलप्रत्ययः कः तत्रापि ऐ इति वन्दे इति अस्ति वन्दावहै वन्दामहै आम् आम् इकारस्य एकारः टितात्मने पदानां तेरे तदनन्तरम् एत ऐ एत ऐ आम् समीचीनं तर्हि इदं सूत्रं केवलं लोट् लकारे इति कृत्वा अन्यत्र कुत्रापि नास्ति अस्य कार्यं तर्हि इदानीं सवाभ्यां वामौ इति अपि दृष्टम् एत ऐ इति अपि दृष्टं तत्रैव दृष्टं तर्हि इदानीम् अग्रे ततः अग्रे गच्छामः तत्र लिङ्गः सीयुट् इति तत्र कः पमेला भगिनी वदतु लिङ्गः सीयुट् आं भगिनि लिङ्ग स्यूट् इत्यस्य लिङ्लकारस्य स्यूट् आगम भवति एतत्तु सामान्यसूत्रम् अस्ति यतोहि तत्र आत्मनेपदीनाम् अथवा परस्मैपदीनां किमपि न उक्तम् किन्तु परस्मैपदीनां तु यासुट् परस्मैपदी उदात्त निच्च इत्यनेन तत्र यासुट् आगमः भवति इति कृत्वा एतत् सूत्रं केवलम् आत्मनेपदीनां विधिलिङ्गलकारस्य प्रत्ययेषु आगच्छति स्यूट् आगमः. अपि च तत्र लिङ्ग इति उक्त्वा तत्र आशीर्लिङ्ग् अपि आगच्छति इति अहं चिन्तयामि. तत्र आशीर्लिङ्गमपि आगन्तुं शक्नोति. तर्हि केवलम् आत्मनेपदि प्रत्यानाम्. आम् समीचीनं. तावदेव तत्र सियुट् इति आगमः अस्ति प्रत्ययस्य आदौ. अग्रिमसूत्रं लिङ्गः सलोपोनन्तस्य. लिङ्गो सलोपोनन्तस्य इत्यस्य सार्वधातुकस्य लिङ्ग अनन्तस्य सकारलोपः भवति. प्रसक्ति अत्र विधिलिङ्गलकारस्य यदि स्यूट् आगमः भवति तत्र ईकार सकारस्य लोपो भवति सलोपनन्तस्य, यतोहि सकार अन्त नास्ति अनन्तस्य इति उक्तत्वात् सकार आदौ अस्ति इति कृत्वा तस्य लोपः भवति. तर्हि तत्र इय इति अस्ति इयति निष्पन्नं भवति स्यूट् इत्यत्र. समीचीनम्. अस्य कार्यं सर्वत्र भवति. यत्र यत्र स्यूट् आगमः अस्ति तत्र सर्वत्र सकारस्य लोपः खलु. आमां सर्वत्र भवति. समीचीनं समीचीनम्. अस्तु तर्हि इदानीं धन्यवादः भगिनी. इदानीम् अग्रे लक्ष्मी भगिनी वदतु जस्य रन्. आं भगिनि, जस्य रन् इति सूत्रं लिङ्लकारे प्रवर्तते. लिङ्लकारस्य झकारस्य स्थाने रन् इति प्रत्ययः आगच्छति. विथिलिङ् अलकारे अत्र झकारस्य स्थाने वा झा इति प्रत्ययस्य स्थाने झकारः नास्ति. झा इति प्रत्ययस्य स्थाने सम्पूर्ण झा इति प्रत्ययस्य स्थाने रन् इति आदेशः भवति. अतः एतत् सूत्रं विधिलिङ्गलकारे प्रथमपुरुष बहुवचने एतत् सूत्रं प्रवर्तते. परस्मैपदि वा आत्मनेपदि वा? आत्मनेपदिषु. तत्र एक एव तत्र तस्य सूत्रस्य प्रसक्तिः प्राप्तिः च. कुत्र आयाति रन् इति आदेशः कुत्र आयाति? सम्पूर्ण जा इति प्रत्ययस्य स्थाने रन् इति आदेशः प्रथमपुरुष बहुवचने. किमर्थं सम्पूर्णस्य स्थाने? तत्र रन् इति अनेकाल् अस्ति अतः सम्पूर्ण जा इति प्रत्ययस्य स्थाने आयाति. समीचीनं समीचीनम्. अस्मिन् विषये अस्माभिः बहु किमपि चर्चितं तत्र नकारस्य संज्ञा अस्ति वा नास्ति वा इत्यस्मिन् विषये खलु. तत्र किं निगमनं किम् आसीत्? जस्यरन् इत्यस्य वा तत्र सिद्धान्तद्वयम् अस्माभिः स्वीकृतं खलु. तत्तु इत् इत्यस्य किमासीत् अयोग्यत्वात् इत्यति अयोग्यत्वात् इति एकः सिद्धान्तः आसीत्. इत्संज्ञा अयोग्यम् इति पुनः आनुपूर्व्यात् सिद्धम् इत्यस्य इति अपि अन्यत् सिद्धान्तः आसीत्. इत्संज्ञा अयोग्यत्वं इति स्वीकुर्मः चेत् आदेशे एव अयोग्यत्वम् अस्ति भाविनि तादृश अयोग्यत्वम् अस्ति इति कृत्वा अत्र एव अयोग्यत्वं स्वीकृत्य तस्य इत्संज्ञा लोपस्य निवारणं करोति. इत्युक्ते यदा रन् इति आदेशः जायते तदानीं न विभक्तौ तु स्मः इति सूत्रेण नकारस्य लोपः निषिध्यते. यतोहि विभक्तिसंज्ञकः भवति आदेशानन्तरं स्थानिवद्भावेन. तर्हि तादृश इदानीम् आदेशानन्तरं तत्र नकारस्य इत्संज्ञा योग्यत्वं नास्ति इति कृत्वा आदौ एव स्वीकुर्मः इति कृत्वा नकारस्य इत्संज्ञा नास्ति हलन्त्यम् इति सूत्रेण. सत्यं. हा नो चेत् तत्र सूत्रे एव रन् इत्यत्र नकारद्वयं खलु तत्तु आनुपूर्व्यात् सिद्धत्वम् इत्यनेन कश्चन वर्णः योजयति सूत्रे एव योजयति पुनः तस्य इत्सज्ञा कृत्वा लोपः क्रियते तथा तदेव इष्टसिद्धिः प्राप्यते हा तर्हि नकारद्वयं योजयामः चेत् तत्र अन्यः नकारः तत्र योजितः चेत् तदानीं तत् अन्तिमनकारः हलन्त्यमिति सूत्रेण इत्सज्ञा भूत्वा तस्य लोपः तर्हि रन् इति अवशिष्यते इदानीं तादृशरन् सम्पूर्णस्य स्थाने आदिष्टः भवति अस्तु समीचीनं भगिनि नमस्ते भगिनि एकः प्रश्नः तत्र अचि स्थाने परस्मैपदी तु वयं जानीमः चेत् चुस् इति कार्यं करोति परन्तु चिन्तनार्थं तत्र झश्चरन् इत्यपि कार्यं कर्तुं शक्यते न तत्र झि इत्यस्मिन् चकारः प्रतिपादयतु प्रतिपादयतु कथं कार्यं कर्तुं शक्नोति इति झि इति स्थाने झकारः अस्ति न तस्मिन् झश्चरन् तदर्थमेव मया पृष्टं झश्चरन् इति सूत्रस्य कार्यं किम् इति वदतु एकवारम् ओ झश्चरन् तु लिङ्ग्लकारे झ स्थाने इति रण् आदेशः भवति न लिङ्ग्लकारे झस्य स्थाने रण् आदेशः भवति परन्तु चिन्तनार्थम् अहं चिन्तितवती किमर्थं तत्रापि कार्यं कर्तुं शक्यते तत्र एव भवती उत्तरम् अस्ति यद् भवती उक्त तत्र एव उत्तरम् अस्ति तत्र कस्य स्थाने रण् आदेशः झस्य स्थाने रण् आदेशः इति झस्य इत्यस्य प्रातिपदिकं किम् झ अस्ति न तत्र झ झ इति अस्ति झ इति प्रत्ययः समीचीनम् अस्तु परस्मैपदी प्रत्ययः कः झि अस्ति तत्र तु झि अस्ति खलु हा झि अस्ति परन्तु यदि झोन्तः वरं कुर्मः तत्र तु झकारस्य स्थाने एव कुर्मः किल झकारस्य स्थाने तत्रापि झकारस्य स्थाने आदेशः भवति न न तत्र तु स्पष्टतया उक्तमस्ति अङ्गस्य प्रत्ययस्य जः इति उक्तं जस्य इति न उक्तं तत्र जोन्तः इत्यत्र केवलं जकारः एव अस्ति अकारः नास्ति जोन्तः इत्यत्र केवलं जकारः अस्ति न तु जकार उत्तरवर्ति अकारः तत्र प्रातिपदिकमस्ति जकारः जकारः अस्ति अस्तु हलन्तप्रातिपदिकमस्ति तत्र अतः जोन्तः इत्यस्य कार्यं बहुत्र भवति परन्तु जस्य रन् इत्यत्र प्रातिपदिकं जकारः नास्ति ज इति अस्ति जकार उत्तरवर्ति अकारः अपि अस्ति अकारः अपि अस्ति अत्र प्रसक्तिः नास्ति अस्तु अतः परस्मैपदी प्रसक्तिः एव नास्ति समीचीनम् अस्तु इदानीं भवती एव वदतु ईटोत् इति सूत्रस्य कार्यं कुत्र ईटोत् इति सूत्रं तु लिङ्ग्लकारे आत्मनेपदे एव कार्यं करोति तत्र उत्तमपुरुषे एकवचने एव तस्य प्रसक्तिः अस्ति तत्र प्रसक्तिः अपि च प्राप्तिः अस्ति तत्र लिङ्गः स्यूट् इति प्रथमं तु कार्यं करोति तस्मात् अनन्तरं सीययोगः तत्र इड् अस्ति इति प्रत्ययः सीययोगः आगमः भवति क्षम्यतां लिङ्गः स्यूट् इति तत्र आगमः भवति सीययोगः इड् क्षम्यताम् इड् अस्ति सीययोगः इड् इत्यस्मिन् तदनन्तरं तत्र लोपः भवति लिङ्गस्सलोपोनन्तस्य अनन्तस्य हा क्षम्यताम् अन्तः नास्ति अनन्तस्य इति अस्ति अतः तत्र सकारः अन्ते मा भूत् इति तत्र अतः तत्र सीय इत्यस्मिन् सकारः अन्ते नास्ति तत्र सकारस्य लोपः भवति इययोगः इड् भवति तस्मात् अनन्तरम् इटोत्त इति सूत्रस्य कार्यं भवति इटोत्त किं वदति इत्युक्ते लिङ्ग्लकारे इट्टः स्थाने अत् आदेशः भवति तत्र अत् इत्युक्ते तपरकरणमस्ति अकारः अस्ति अतः इटः स्थाने अकारः इट् स्थाने अकारः आदेशः भवति अत्र तत्र इट् इत्यस्मिन् स्थाने अकारः आदेशः भवति तत्र तु न क्षम्यताम् इड् इत्यस्मिन् तत्र टकारः लोपः भवति हलन्त्यमिति सूत्रेण इकारः एव अवशिष्यते तत्र इट् इति समीचीनं तत्र इट् इति सम्यक् वदतु समीचीनम् इद् इत्यस्मिन् हलन्ते वित्तीर्णम् इ इति अवशिष्यते तत्र इ इत्यस् इतः अत् तत्र तत्र किञ्चित् भ्रमः इद् इत् इ अवशिष्यते इ स्थाने आ आदेशः भवति तत्तु जानामि परन्तु इतः किमर्थम् उक्तम् इति किञ्चित् तत्र इतः इत्युक्ते इत् प्रत्ययः इति अर्थः तावदेव ओ इत् प्रत्ययः इड्वहि महि इत्यत्र इतः इति अस्ति मूलप्रत्ययः इति कृत्वा इति उक्तम् ओ अस्तु अस्तु अतः तत्र इ स्थाने आदेशः भवति तत्र इययोगः अ इत्यस् इय इययोगः अ इय इति अन्तिमरूपं भवति भगिनि अत्र अत्र भवत्याः प्रश्नः किमर्थम् इ इति वदति चेत् पर्याप्तं खलु किमर्थं टकारः योजितः इति प्रश्नः यदा वदन्ती अस्मि तदेव प्रश्नः तत्र प्रश्नः जातः इ इति केवलम् इ इति वदति चेत् अन्यत्र कुत्रापि अतिव्याप्तिः अस्ति वा इति द्रष्टव्यम् इति चेत् परस्मैपदी परस्मैपदी विधिर्लिङ्ग्लकारे अपि तत्र मध्यमपुरुषे एकवचने इ इस् इति अस्ति खलु तत्र कुत्र भगिनि परस्मैपदेषु परस्मैपदीप्रत्ययेषु यदा तत्र आतो येयः इत्यनेन इययोगः सकारः खलु तत्रापि इ अस्ति तर्हि किमर्थं तत्र न स्यात् तत्र किमर्थं न स्यात् इत्युक्ते तत्र न इड् इति वदति चेत् तदानीं न भवति केवलम् अत्र एव इति अवगच्छामः खलु आम् आम् अस्तु अन्यत्र इत्युक्ते अन्यत्र अतिव्याप्तिः भवति इति विचिन्त्य एव केवलम् अत्र भवतु इति कृत्वा इदिति उक्तम् इदिति उक्तम् अस्तु समीचीनं तर्हि हितप्रत्ययः स्पष्टं भवति खलु इड् इति वदति चेत् इटः इति वक्तुं शक्यते न तु इ इत्यस्य षष्ठी उ इति भवति किमपि अस्ति खलु इ इत्यस्य षष्ठी ए इति भवति परन्तु ए इति वदति चेदपि अन्यत्र कुत्रापि अतिव्याप्तिः नास्ति चेत् तत्र ए इति वक्तुं शक्यते खलु अन्यत्र अस्ति इति वयम् अन्वेषणं कुर्मः इड् इति वदति चेत् अत्र इड् अस्ति इति ज्ञातुं शक्यते स्पष्टता अस्ति स्पष्टता अस्ति परन्तु भगिन्याः प्रश्नः किमर्थम् इड् इति वदति इ इत्यस्य एहे इति किमर्थं वक्तुं न शक्यते एहे अत् इति किमर्थं न वक्तुं शक्यते इतः इत्यस्य स्थाने एहे अत् इति वदति चेत् कुत्रचित् दोषः अस्ति वा इति प्रश्नः तर्हि तत्र द्रष्टव्यम् अत्र अन्यत्र कुत्रापि अतिव्याप्तिः भवति वा इति द्रष्टव्यं तावदेव अत्र इत्युक्ते अत्र मूलप्रत्ययस्य स्थाने एव भवेत् खलु अस्य इटः इति वदामः चेत् तत्र मूलप्रत्ययः इटः इति एव उद्देशः इति अपि भवति सत्यं तदपि अस्ति तदपि अस्ति सत्यं तदर्थमेव तत्र साक्षात् इतः इति उक्तं तेन स्पष्टता स्पष्टतया ज्ञायते तत्र आत्मनेपदीप्रत्ययानाम् एव इति अस्य विषये इतोपि चिन्तयितुं शक्नुमः गृहपाठरूपेण चिन्तयन्तु तत्र अन्यत्र कुत्रापि भवति वा इति चिन्तयन्तु क्लेशः नास्ति अस्तु तर्हि सिद्धप्रत्ययः अस्ति सिद्धप्रत्यय अस्ति भगिनि इय इति सिद्धप्रत्ययः समीचीनं समीचीनं तर्हि तेन अत्र पाठः अपि समाप्तः खलु अत्र कोऽपि प्रश्नः अस्ति वा तत्र इतोपि लिखितमस्ति कथं तत्र चिन्तनं करणीयम् इति यद् अस्माभिः सर्वं चर्चितम् अतः तत् न पठामः अग्रे चित्राणि सन्ति सारांशरूपेण तदपि तत्र द्रष्टुं शक्नुमः गृहपाठे पश्यन्तु तत्र सारांशरूपेण चित्राणि सन्ति इति कृत्वा अत्र पुनःस्मरणार्थं बहु समीचीनम् अस्ति पश्यन्तु एकवारम् अस्माकं श्रीराममहोदयेन रचितमस्ति बहु उत्तमरीत्या रचितम् अत्र परस्मैपदिनः एव अस्ति आत्मनेपदी अपि अस्ति खलु भगिनि आत्मनेपदिनः विषये तत्र अस्ति अस्ति पश्यतु अत्र वस्तुतः चत्वारि चित्राणि सन्ति वंशी सुधा भगिन्या एतत् करोति वा भगिनी वंशी भगिनी आत्मने विषये? अत्रैव अस्ति भगिनी आत्मनेपदविषये अपि अस्ति अत्र केवलम् अनदन्तानां विषये नास्ति अदन्तानां विषये अस्ति अनदन्तानां नास्ति अनुदन्तानां यदा वयं पाठं तत्र यदा वयं पठामः अग्रे गत्वा तदानीं श्रीरामहोदय करिष्यति अस्माकं गणे अस्ति वा श्रीराम महोदय अस्माकं गणे नास्ति किञ्चित् प्रगतवर्गे अस्ति अस्तु तर्हि इदानीम् अस्माकम् अग्रिमपाठं प्रति गच्छामः अङ्गस्य सिद्धतिङ् प्रत्ययानां च संयोजनम् इति तत्र गच्छामः अत्र विजयाभगिनी पठितुमिच्छति वा करपत्रं संख्या किं भगिनि करपत्रसङ्ख्या 04 05 04 05 05 कोऽपि पठितुमिच्छति चेत् अहं को अन्वेषणं करोमि भगिनि अत्र जीरो फैव् जीरो फैव् अस्तु तत्र लक्ष्मी भगिनी पठतु आं भगिनि अङ्गस्य सिद्धतिङ् प्रत्ययानां च संयोजनम् एतावता सार्वधातुकलकाराणां लट् लोट् लङ् विथिलिङ् इत्येषाम् अङ्गम् अदन्तं यत्र तत्र अङ्गं निष्पन्नम् अपि च सिद्धतिङ् प्रत्ययाः प्राप्ताः अधुना तयोः संयोजनं क्रियते फलं तिङन्तपदं लोके विख्यातं क्रियापदम् अत्र अस्ति दीक्षितपुष्पामहोदयायाः पद्धतेः वैलक्षण्यम् अङ्गम् अदन्तं चेत् एकवारं लटि लोटि लङि विथिलिङि च अङ्गस्य सिद्धतिङ् प्रत्ययानां च संयोजनं परिशील्य अग्रे भ्वादिगणे दिवादिगणे तुदादिगणे चुरादिगणे एषु चतुर्षु लकारेषु सर्वाणि रूपाणि ज्ञास्यन्ते भव नृत्या लिखा चोरया एतानि अङ्गानि सर्वाणि अदन्तानि इति कारणेन यद्यपि भिन्नधातुगणेषु सन्ति परन्तु कार्यपूर्णतया समानम् अतः अस्य पाठस्य अनन्तरं यदा भ्वादिगणस्य दिवादिगणस्य तुदादिगणस्य चुरादिगणस्य च क्रमेण वैशिष्ट्यम् अवलोकयिष्यामः तदा केवलम् अदन्तम् अङ्गं निर्मातव्यम् अस्माभिः अतः चतुर्णां धातुगणानां सर्वेषां धातूनां 997 सप्तनवति अधिक नवशतं योग चत्वारिंशत् अधिक एकशतं सप्तपञ्चाशत् अधिक एकशतं नवाधिकचतुर्शतं किमस्ति त्र्याधिकसप्तशताधिक एकसहस्रं धातवः लटि लोटि लङि विथिलिङि च सर्वाणि रूपाणि ज्ञास्यन्ते भवति भवतु अभवत् भवेत् इति यथा तथैव नृत्यति नृत्यतु अनृत्यत् नृत्येत् लिखति लिखतु अलिखत् लिखेत् चोरयति चोरयतु अचोरयत् चोरयेत् अतः अग्रिमेषु पाठेषु केवलं लट् लकारस्य प्रथमपुरुष एकवचनान्तरूपं भवति प्रदर्श्यते ततः अग्रे सर्वं बुद्धम् एव अत्र किमुक्तम् इति चेत् सार्वधातुकलकाराः लट् लोट् लङ् विथिलिङ् इति लकाराः सार्वधातुकलकाराः तत्र यत्र अदन्तम् अङ्गमस्ति तेषां क्रियापदनिर्माणं कथं भवति इति अस्ति तत्र सिद्धतिङ् प्रत्ययाः अस्माभिः प्राप्ताः तत्तु गते करपत्रे अस्माभिः पठितम् सिद्धतिङ् प्रत्ययाः इत्युक्ते सार्वधातुकलकारेषु यत्र अदन्तम् अङ्गमस्ति तेषां सिद्धतिङ् प्रत्ययाः प्राप्ताः इदानीं तस्य योजनं भवति एकस्मिन् पक्षे अदन्तम् अङ्गमस्ति अन्यस्मिन् पक्षे सिद्धतिङ् प्रत्ययाः भवति तेषां योजनम् अस्मिन् पाठे भवति अत्र अन्यकार्याणि भवन्ति तेषाम् अवलोकनम् अस्ति अस्मिन् करपत्रे अत्र पुष्पदीक्षित् मातुः पद्धतेः वैलक्षण्यं किम् अस्ति इति अपि उक्तम् यत्र अदन्तम् अङ्गम् अस्ति तत्र लट् लोट् लङ् विधि लिङ् लकारे सिद्धतिङ् प्रत्ययानां योजनं समानं भवति. इत्युक्ते अदन्तम् अङ्गम् अस्ति भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे अदन्तम् अङ्गं भवति. सार्वधातुकलकारेषु तत्र समानता वर्तते इति उक्तम्. इत्युक्ते सिद्धतिङ् प्रत्ययाः समानाः यत्र भवन्ति तत्र अस्माकं सरलता अपि भवति. तादृशपद्धति स्वीकृत्य अस्माकं पठनमस्ति. अतः यत्र अदन्तमङ्गम् अस्ति सार्वधातुकलकारः अस्ति तत्र सिद्धतिङ् प्रत्ययाः समानाः इति कारणेन कार्याणि अपि समानं भवति. अतः सारल्यं कुत्र अस्ति इति चेत् धातवः बहवः सन्ति. चतुर्षु धातुगणानां सर्वेषां धातूनामपि इत्युक्ते 1703 धातवः तेषां लट् लोट् लङ् विथि लिङ् सर्वाणि रूपाणि सरलतया ज्ञास्यन्ते इति तु वैशिष्ट्यमस्ति अस्माकं मातुः पद्धत्याः वैशिष्ट्यमस्ति. अतः धातुः भ्वादिगणे अदन्तमस्ति, अदन्तमस्ति भ्वादिगणे अस्ति लट् लोट् लङ् विथि लिङ् तत्र रूपं सरलतया निष्पादयितुं शक्यते इति तु वैशिष्ट्यमस्ति इति उक्तमत्र. बहु समीचीनं. तथैव इत्युक्ते इदानीम् अस्माकं पुरतः यन्त्राणि कानि इति चेत् अस्माकं पुरतः सिद्धप्रत्ययाः सन्ति, अदन्त अङ्गानां सिद्धप्रत्ययाः सन्ति. तर्हि द्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे एतेषु गणेषु ये ये धातवः सन्ति तेषाम् अङ्गनिर्माणम् इति एव एकमेव कार्यमस्ति अस्माकं पुरतः. तर्हि धातुः योगः विकरणप्रत्ययः. तर्हि विकरणप्रत्ययम् आश्रित्य अङ्गकार्याणि भवन्ति. तानि सर्वाणि कृत्वा यदा अङ्गं निर्मितं भवति तदानीम् अङ्गतिङ्प्रत्ययोः मेलनं तावदेव तत्र सौलभ्यमस्ति. तर्हि अस्माकं प्रमुखकार्यम् अङ्गनिर्माणं. सिद्धप्रत्ययः के इति वयं जानीमः. तर्हि अङ्गतिङ्प्रत्ययोः मेलनम् इति कार्यं. तर्हि वयं सरलरीत्या 2000 धातुषु तत्र 1703 इति धातवः ये सन्ति तेषां रूपाणि कथं भवन्ति लट् लोट् लङ् विधि लिङ् इति वयं ज्ञातुं शक्नुमः इति अत्र उक्तमस्ति. अस्तु, इदानीं तत्र अङ्गसिद्धप्रत्ययोः मेलनार्थं सूत्राणि कानि इति अत्र पश्यामः. विजयभगिनी पठतु. आम्, सूत्राणि अङ्गस्य सिद्धतिङ्प्रत्ययानां च मेलनार्थम् अपेक्षितानि सूत्राणि किम् अस्ति इति अधः दत्तम्. अतो गुणे अनिपूर्वः अदेङ्गुणः, अतो दीर्घे दीर्घो एनि मृदुरेचि, लिङ् लङ् ऋंश् अडुदात्तः, ससजुषोरुः कर अवसानयोर्विसर्जनीयः आदुगुणः, आडजादीनाम् आत्तश्च. एतत् सर्वम् अङ्गस्य विषये तिङ्प्रत्यय सिद्धरूपेण तिङ्प्रत्ययमस्ति. अत्र अङ्गस्य तिङ्प्रत्ययस्य च संयोजनकार्यं किम् अस्ति इति अधः दत्तं. कार्यार्थम् अधः यत्र कस्यचित् सूत्रस्य आवश्यकता अस्ति तत्र दक्षिणतः सूत्रं दत्तं. किमपि सूत्रं न लिखितं चेत् केवलं द्वयोः अंशयोः सम्मेलनं भवति. यथा पट् योगः पि पठति इति अस्ति, अत्र केवलम् अंशयोः संयोजनं, कस्यापि सूत्रस्य आवश्यकता नास्ति एव. किमपि न अत्र वक्तव्यं खलु भगिनि? एतत् सम्यक्तया अस्ति. तत्र तिङ्प्रत्ययेन तत्र कार्यं भवति इति. अङ्गस्य अनन्तरं तिङ्प्रत्ययस्य विकरणप्रत्ययमपि अस्ति, परन्तु तत्र पट् इति धातु अस्ति चेत् अतः शप् आगच्छति एव. तत्र शपः अनुदन्तलोपानन्तरम् अकारः एव तिष्ठति. पट इति अस्ति, पटयोगः ति अस्ति, पठति इति रूपं भवति. परन्तु तत्र तिङ्प्रत्यय तिङ्प्रत्ययस्य कार्यं किमपि नास्ति, तत्र संयोजनमेव अंशयोः, द्वयोः अंशयोः संयोजनमेव इति तत्र दत्तम्। अनन्तरं उपरि सूत्राणि सन्ति, एतत् कार्यं कथं कुर्मः इति तत्र दत्तं। समीचीनं, धन्यवादः भगिनि। इदानीम् अग्रे विजयलक्ष्मी भगिनी अग्रे पठतु। पठामि भगिनि। परस्मैपदे अङ्ग तिङ् प्रत्ययः संयोजनम्। परस्मैपदे धातुः पठ् अङ्गं पठ, प्रथमं लट् लकारः, लटि सिद्धतिङ् प्रत्ययाः ति तः अन्ति, सि थः थ, नि वः मः। अत्र कार्यं किम् इति, पठ इति अङ्गमस्ति, पठ योगः ति पठति, पठ योगः तः पठतः, पठ योगः अन्ति पठन्ति। अत्र अकारः अकारः सवर्णदीर्घः न भवति, अतो गुणे इति सूत्रेण अकारः एव तिष्ठति। एवं वा भगिनी? आम्, अग्रे पठतु। आम्, पठ योगः सि पठसि, पठ योगः थः पठथः, पठ योगः थ पठथ, पठ योगः मि पठामि, अतो दीर्घो यञि इति दीर्घः भवति पठामि इति, पठ योगः वः पठावः, अतो दीर्घो यञि, पठ योगः मः पठामः, अतो दीर्घो यञि इति लट्लकारस्य नव रूपाणि सिद्ध्यन्ति। अत्र नूतनसूत्रद्वयमस्ति, अतो गुणे इति सूत्रम्। इत्युक्ते तत्र अत्र पट् पट् योगः शप् इत्यत्र शप् निमित्तीकृत्य अङ्गकार्यं किमपि अस्ति वा? अत्र अदन्त नास्ति, उपधायां तु अकारः अस्ति, अत्र गुणस्य प्रसक्तिः नास्ति, केवलम् इत्युक्ते वर्णमेलनं। सत्यम्, इत्युक्ते क्रमेण एकवारं चिन्तयामः चेत् पट् धातुतः लट् इति विवक्षा अस्ति, पट् धातुतः लट् लकारः, तर्हि वर्तमाने लट् इत्यनेन लट् लकारस्य विधानम्। तर्हि वर्तमानकाले तत्र लट् लकारः किं सूचयति इति चेत् वर्तमानकालं सूचयति। तर्हि लटः स्थाने लस्य इति सूत्रेण तिङ् प्रत्ययः, तिबादयः आयान्ति, तर्हि तिङ् तत्र तिप् इति प्रत्ययः प्रथमपुरुषे एकवचने आयाति, तर्हि पट् योगः ति, अधुना कर्तरीषप् इति सूत्रेण ति इति प्रत्ययः सार्वधातुकः कर्त्रार्थे अस्ति इति कृत्वा शप् प्रत्ययस्य विधानं भवति धातु तिङ् प्रत्ययोः मध्ये, पट् योगः शप् योगः ति। इदानीं प्रथमं शप् निमित्तीकृत्य अङ्गकार्याणि भवन्ति वा इति पश्यामः। यथा भगिनी उक्तवती, पट् इत्यत्र उपधायाम् इक् वर्णः किमपि नास्ति, अतः अत्र अङ्गकार्यं किमपि नास्ति, अन्यत् धात्वादेशः इति तादृशकार्यमपि किमपि नास्ति, अतः पट् योगः अ पट इति अङ्गं निष्पन्नं। तर्हि पट इति अङ्गं निष्पन्नम्। इदानीं सिद्धप्रत्ययः के इति वयं जानीमः, तर्हि पट योगः ति पठति, पट योगः तः पठतः इति एवं रूपेण मेलनं भवति। कुत्रचित् यत्र पट इत्यत्र ह्रस्व अकारः अस्ति, अनन्तरम् अजादिप्रत्ययः अस्ति चेत् तत्र सन्धिकार्यस्य स्वरसन्धिकार्यस्य अवसरः भवति, तदानीं तत्र नूतनसूत्रमस्ति अतो गुणे। सामान्यतया तत्र पट इत्यत्र ह्रस्वकारः, तस्य अनन्तरम् अन्ति इत्यत्रापि ह्रस्वकारः, अतः अकः सवर्णे दीर्घः इति सूत्रस्य प्रसक्तिः अस्ति, परन्तु तत् प्रबाद्य अतो गुणे इति सूत्रं नूतनसूत्रमस्ति। अस्तु, पठतु भगिनि नूतनसूत्रम् अतो गुणे। अतो गुणे षष्ठम अध्यायस्य प्रथमपादे सप्तनवतितमं सूत्रम्। अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपम् एकादेशः स्यात्। गुणः इत्युक्तौ अ ए ओ। इदं सूत्रं वृद्धिरेचि अकस्सवर्णे दीर्घः इत्यनयोः अपवादसूत्रम्। अतः पञ्चम्यन्तं गुणे सप्तम्यन्तम्, अतः पञ्चम्यन्तं गुणे सप्तम्यन्तं द्विपदम् इदं सूत्रम्। उस्य पदान्तात् इत्यस्मात् अपदान्तात् अपि च एङि पररूपम् इत्यस्मात् पररूपम् इत्यनयोः अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम् अत्र संहितायाम् इति अधिकारः अस्ति तस्मिन् अधिकारे पूर्वपरयोः इति सब् अधिकारः आयाति एकः पूर्वपरयोः अत्र एकः पूर्वपरयोः इति अधिकारे यदा संहितायाः प्रसक्तिः अस्ति तत्र पूर्ववर्णस्य पूर्व अचस्य अचः अनन्तरं प्रत्ययः न पूर्व पूर्वभागः अनन्तरं परभागः इति भागद्वयं भवति तत्र पूर्वस्मिन् अनन्तरं परस्मिन् भागयोः स्थाने एकः एव किम् आयाति आदेशः भवति पूर्वपरयोः स्थाने एकः एव आदेशः भवति इति एकः पूर्वपरयोः अधिकारः वदति कीदृश आदेशः पूर्वपरयोः स्थाने एकादेशः भवति कस्य आदेशः कस्य आदेशः पूर्वस्मिन् वर्णस्य अनन्तरं पूर्वस्मिन् अन्तवर्णस्य अनन्तरं परस्मिन् आदिवर्णस्य द्वयोः स्थाने एकः आदेशः भवति कः सः आदेशः पूर्वपरयोः स्थाने एकः आदेशः नूतनमपि भवितुमर्हति कः सः नूतन आदेशः कः तत्र यत्किमपि यः कोऽपि वर्णः भवितुमर्हति वा प्रथमवाक्ये किम् उक्तमस्ति अ ए ओ इति अपदान्तात् अतः गुणे परे किमुक्तं पररूप न एकः पूर्वपरयोः इत्यस्य जनरल् रूल् उक्तवती अत्र अतो गुणे इति सूत्रे अपदान्तात् अ पूर्वभागे अकारः अन्ते अस्ति अनन्तरं परभागे अपि अकारः अस्ति पूर्वपरयोः संहितायाः प्रसक्तिः अस्ति अकार अकारयोजनेन सवर्णदीर्घः भवति परन्तु अत्र पूर्वपरयोः स्थाने पररूपम् एक आदेशः स्यात् इत्युक्ते पररूपम् अत्र अकारः एव सो पूर्व अकारः पर अकारद्वयोः स्थाने पर अकारः एव तिष्ठति हा समीचीनम् इत्युक्ते पटयोगः अन्ति इत्यत्र उक्तवती भवती परन्तु सूत्रार्थः कः इति पुनः एकवारं वदतु अत्र अतः इत्युक्ते अकारः केवलं ह्रस्व अकारः इति अवगच्छामि अहम् अतः तपरकरणम् अस्ति इति कृत्वा अपदान्तात् इत्युक्ते अत्र पदसंज्ञा नास्ति प्रकृतिः अङ्गम् एव अस्ति अपदान्तात् इत्युक्ते अङ्गस्य अन्ते अ अस्ति इति अर्थः भवति तत्र अङ्गस्य इति अत्र अधिकारः नास्ति अत्र उदाहरणं स्वीकृत्य भवती वदति अङ्गस्य अन्ते अस्ति इति वदति तत् अस्तु भवतु परन्तु सूत्रे तु अङ्गस्य इति किमपि न उक्तं केवलम् अपदान्तात् अतः अपदान्तात् अतः अतः अत्र प्रकृतिः इति वक्तुं शक्यते वा प्रकृतिः इति नास्ति यत्र कुत्रापि पदान्ते अकारः नास्ति इत्युक्ते पदनिर्माण अवसरे पदनिर्माण अवसरे पदनिर्माण अवसरे इत्युक्ते तत्र धातौ भवितुम् अर्हति अङ्गे अङ्गे भवितुम् अर्हति यत्र कुत्रापि भवितुम् अर्हति वर्णकार्यम् अस्ति न भगिनि हा वर्णकार्यमस्ति पदान्ते नास्ति तावदेव हा तर्हि अपदान्तात् अतः तदनन्तरम् अतः अनन्तरं गुणः परे भवति गुणः इत्युक्ते अकारः एकारः ओकारः इति त्रिषु त्रयः वर्णानां त्रयाणां वर्णानां गुण इति सम्यक् भवति अत्र अकारात् अनन्तरम् एतेषु अकारः एकारः ओकारयो ओकाराणां मध्ये यत् कोऽपि वर्णः भवति चेत् पूर्वपरयोः स्थाने गुणस्य गुणवर्णस्य एकादेशः भवति अत्र अस्माकं प्रकृत उदाहरणे पठ् योगः अन्ति इति अकारः अस्ति अकारः गुणवर्णः अस्ति अतः पठ इत्यस्य अकारस्य अनन्तरम् अन्ति इत्यस्य अकारस्य स्थाने एकः गुणः अकारः इति आयाति अत्र अत्र गुणवर्णः कः पट इत्यत्र यः अकारः गुणवर्णः वा नो चेत् अन्ति इत्यत्र अकारः गुणवर्णः वा न गुणे परे इति अस्ति खलु अतः अन्ति इत्यस्य अकारः एव गुणवर्णः इति अत्र गणनीयं समीचीनं समीचीनं तथैव अस्ति तर्हि सूत्रार्थः कः इति चेत् पदान्ते न भवेत् ह्रस्वाकारः अपदान्ते भवेत् तादृश ह्रस्वाकारस्य अनन्तरं गुणसंज्ञकः वर्णः गुणसंज्ञकः वर्णः इत्युक्ते अकारः एकारः ओकारः अत् एङ् गुणः इति सूत्रेण गुणसंज्ञकः वर्णाः के इति तत्र संज्ञा दीयते तर्हि अकारः एकारः ओकारः एतेषु कश्चन वर्णः परवर्णः अस्ति चेत् पूर्वपरयोः पररूपादेशः पररूपः कः इति चेत् गुणसंज्ञकः एव पररूपः तस्य आदेशः भवति अनेन सूत्रेण इति इदं सूत्रम् अकारसवर्णदीर्घः वृद्धिरेचि इत्यनयोः अपवादसूत्रम् अस्तु तर्हि अत्र स्थगयामः पुनः इतः अग्रे अग्रिमसप्ताहे द्रष्टुं शक्नुमः कोऽपि प्रश्नः अस्ति वा अस्तु तर्हि धन्यवादः शुभदिनं भगिनि धन्यवादः नमस्कारः.